पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 38 भीष्म उवाच कथं रामेण विप्रर्षे कान्यकुब्जे दुवामनः स्थापितः क्वच लब्धोऽसौ विस्तरान् मम कीर्तय तथा हि मधुरा चैषा या वाणी रामकीर्तने कीर्तिदा भगवन्मह्यं हृदा कर्णसुखावः अनुरागेण तं लोकास्नेहात् पश्यन्ति राघवं धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितः तस्मिन् शास्सति वैराज्यं सर्वकामफलाद्रुमाः रसवन्तः प्रभूताश्च वासांसि विविधानि च आकृष्टपच्या पृथिवी निःसपत्ना महात्मनः देवकार्यं कृतं तेन रावणो लोककण्टकः सपुत्रो मात्यसहितो लीलयैव निपातितः तस्य बुद्धिः समुत्पन्ना पूर्णे धर्मे द्विजोत्तम तस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने पुलस्त्य उवाच कस्यचित्वधकालस्य रामो धर्मपथे स्थितः यच्चकार महाबाहो शृणुष्वैकमना नृप सस्मार राक्षसेन्द्रं तं कथं राजा विभीषणः लङ्कायां संस्थितो राज्यं करिष्यति च राक्षसः गीर्वाणेषु प्रातिकूल्यं विनाशस्य दुलक्षणं मया तस्य तु तद्दत्तं राज्यं चन्द्रार्ककालिकं तस्या विनाशदकीर्तिस्थिरा मे शाश्वती भवेद् रावणेन तपस्तप्तं विनाशायात्मनस्त्विह विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुना तदिदानीं मयान्वेष्य स्वयं गत्वा विभीषणः सन्देष्टव्यं हृदं तस्य येन तिष्ठेत् स शाश्वतम् एवं चिन्तयतस्तस्य रामस्यामिततेजसः आजगामाथ भरतो रामं दृष्ट्वा ब्रवीदिदं किं त्वं चिन्तयसे देव न रहस्यं वदस्व मे देवकार्ये धरायां वा स्वकार्ये वा नरोत्तम एवं ब्रुवन्तं भरतं ध्यायमानमवस्थितम् अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तव भवान् बहिश्चरः प्राणो लक्ष्मणश्च महायशाः अवेद्यं भवदो नास्ति मम सत्यं विधारय एषा मे महती चिन्ता कथं देवैर्विभीषणः वर्तते यद्धितार्थं वै दशग्रीवो निपातितः गमिष्ये ततहं लङ्कां यत्र चासौ विभीषणः तं च दृष्ट्वा पुरीं तां तु कार्यमुक्ताजराक्षसम् आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरं महाराजं च शत्रुघ्नं भ्रातृपुत्रांश्च सर्वशः एवं वदति काकुस्थे भरतपुरदस्थितः उवाच राघवं वाक्यं गमिष्ये भवता सह एवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु इत्युक्त्वा भरतं रामः सौमित्रं चाह वैपुरे रक्षाकार्या त्वया वीर यावदागमनं हिन्नौ एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृप आरुरोह स वैयानं कौसल्यानन्दवर्धनः पुष्पकं तु ततः प्राप्तं गान्धारविषयो यतः भरतस्य सुतौ दृष्ट्वा जगन्नीधिं निरीक्ष्य च पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः पुरेषु तेषु षड्रात्रमुषित्वा रघुनन्दनौ गतौ तेन विमानेन दक्षिणामभिदो दिशं गङ्गायामुनः सम्भेदं प्रयागमृषिसेवितम् अभिवाद्य भरद्वाज मत्रेराश्रममीयदुः सम्भाष्य च मुनींस्तत्र जनस्थानमुपागतौ राम उवाच अत्र पूर्वं हृदा सीता रावणेन दुरात्मना हत्वा जडायुषं गृध्रं योऽसौ पितृसखो हिन्नौ अत्रास्माकं महद्युद्धं कबन्धेन कुबुद्धिना हतेन तेन दग्धेन सीतास्ते रावणालये ऋष्यमूके गिरिवरे सुग्रीवो नाम वानरः सदे करिष्यदे साह्यं पम्पां व्रज सहानुजः पम्पासरसमासाद्य शबरीं गच्छ तापसीम् इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः इयं सा नलिनी वीर यस्यां वै लक्ष्मणो वदद मा क्रुधा पुरुषव्याक्र शोकं शत्रुविनाशन आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम् अत्र मे वार्षिकामास गदावर्षशतोपमाः अत्रैव निहतो वाली सुग्रीवार्थे परन्तप एषा सा दृश्यते नूनं किष्किन्धा वालिपालिता यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः वानरैः सहितो वीर तावदास्ते समाशदम् वानरैः सह सुग्रीवो यावदास्ते सभां गतः तावत्तत्रागतौ वीरौ पुर्यां भरदराघवौ दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदं क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः विनिवेश्यासने तौ च ददावर्ख्ये स्वयं तदा एवं सभास्थिते तत्र धर्मिष्ठे रघुनन्दने अङ्गदोद्ध हनूमांश्च नलो नीलश्च पाडलः गजो गवाक्षो गवयः पनसश्च महायशाः पुरोधसो मन्त्रिणश्च दैवज्ञो दधिवक्रकः नीलशतबलिर्मैन्दो द्विविदो गन्धमादनः वीरबाहुः सुबाहुश्च वीरसेनो विनायकः सूर्याभक्कुमुदश्चैव सुषेणो हरियूथपः ऋषभो विनतश्चैव गवाख्यो भीमविक्रमः ऋक्षराजश्च धूमश्च सहसैन्यैरुपागताः अन्तः पुराणि सर्वाणि रुमात्सारा तथैव च अवरोधोऽङ्गदस्यापि तथान्या परिचारिकाः प्रहर्षमदुलं प्राप्य साधु साध्विति चाब्रुवन् वानराश्च महात्मानः सुग्रीव सहितास्तदा वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम् अभिप्रेक्ष्याश्रुकण्ठ्यश्च प्रणिपत्येदमब्रुवन् क्व सा देवि त्वया देवया विनिर्जित्य रावणं शुद्धिं कृत्वा हिते वह्नौ पितुरुग्र उमापदेः त्वया नीता पुरीं राम न तां पश्यामि ते ग्रदः न विना त्वं तया देवशोभस्ये रघुनन्दन त्वया विनापि साध्वी सा क्वनु तिष्ठति जानकी अन्यां भार्यां न देवेत्मि भार्याहीनो न शोभसे क्रौञ्चयुग्मं मिथो यद्वच्चक्रवागयुगं यथा एवं पदं तीं तां तारां ताराधिप समाननां प्राहप्रवचसां श्रेष्ठो रामो राजीवलोचनः चारुदंष्ट्रे विशालाक्षि कालो हि दुरितक्रमः सर्वं कालकृतं विद्धि जगदेतच्चराचरं विसृज्यता स्त्रियः सर्वाः सुग्रीवोऽभिमुखस्थितः सुग्रीव उवाच भवं तौ येन कार्येण इहायातौ नरेश्वरौ तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः आचचक्षे च गमनं लङ्कायां राघवस्य तु तौ चाब्रवीत् च सुग्रीवो भवद्भ्यां सहितः पुरीं गमिष्ये राक्षसं देवद्रष्टुं तत्र विभीषणम् सुग्रीवेणैव मुक्तेदु गच्छस्वेत्याह राघवः सुग्रीवो राघवौ तौ च पुष्पकेदुस्थितास्त्रयः तावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम् अब्रवीत् भरतं रामोऽह्यत्र मे राक्षसेश्वरः चतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः प्राप्तस्ततो लक्ष्मणेन लङ्काराज्येऽभिषेचितः अत्र चाहं समुद्रस्य परेपारे स्थितस्त्रियहम् दर्शनं दास्यदे मे संज्ञादिकार्यं भविष्यति तावन्न दर्शनं मह्यं दत्तमेदेन शत्रुहन् ततः कोपः समुद्भूतश्चतुर्देहनि राघव धनुरायम्यवेगेन दिव्यमस्त्रं करे धृतं दृष्ट्वा मां शरणान्वेषी भीदो लक्ष्मणमाश्रितः सुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया तदो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतः तद समुद्रराजेन भृशं विनयशालिना उक्तोऽहं सेदुबन्धेन लङ्कां त्वं व्रजराघव लङ्खयित्वा नरव्याघ्रवारिपूर्णं महोदधिं येष सेदुर्मया बद्धसमुद्रे वरुणालये त्रिभिर्दिनै समाप्तिं वै नीदो वानरसतमैः प्रथमे दिवसे बद्धो योजनानि चतुर्दश द्वितीये हनि षट्त्रिंशत् तृतीयेऽर्थशतं तथा इयं सा दृश्यते लङ्का स्वर्णप्राकारतोरणा अवरोधो महानत्र कृतो वानरसत्तमैः अत्र युद्धं महद्वृत्तं चैत्रा शुक्लचतुर्दशी अष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः अत्र प्रहस्तो नीलेन हदो राक्षसपुङ्गवः हनूमता च धूम्राक्षो ह्यत्रैव विनिपादितः महोदराधिकायौ च सुग्रीवेण महात्मना अत्रैव मे कुम्भकर्णो लक्ष्मणेनेन्द्रजित्तथा मया चात्र दशग्रीवो हतो राक्षसपुङ्गवः अत्र सम्भाषितुं प्राप्तो ब्रह्मालोकपितामहः पार्वत्या सहितो देवशूलपाणिर्वृषध्वजः महेन्द्राद्यासुरगणाः स गन्धर्वाः स किन्नराः पिता मे च समायातो महाराजस्त्रिविष्ठपद वृतश्चाप्सरसां सङ्घैर्विद्याधरगणैस्तथा तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छदा उक्ता सीता कव्यवाहं प्रविष्ठा शुद्धिमागदा लङ्काधिपै सुरै दृष्ट्वा गृहीता पितृशासनाद अधाप्युक्तोऽथ राज्ञाहमयोध्यां गच्छ पुत्रकं न मे स्वर्गो बहुमदस्त्वया हीनस्य राघव तारितोऽहं त्वया पुत्र प्राप्तोऽस्मीन्द्र सलोकदां लक्ष्मणं च ब्रवीद्राजा पुत्रपुण्यं त्वयार्जितं भ्रात्रा सममधो दिव्याल्लोकान् प्राप्स्यसि चोत्तमान् आहूय जानकीं राजा वाक्यं चेदमुवाचः न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने एवं वदति रामेदु पुष्पके च व्यवस्थिते तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं प्राप्तो रामः स सुग्रीवश्चारा युद्धं तदावदन् विभीषणस्तु तच्छ्रुत्वा रामागमनमन्दिके चारांस्तान् पूजयामास सर्वकामधनादिभिः अलङ्कृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरम् अष्टाङ्गप्रणिपादेन नत्वा राघवमब्रवीद अद्य मे सफलं जन्म प्राप्ता सर्वे मनोरथाः यद्दृष्टौ देवचरणौ जगद्वन्द्यावनिन्दितौ कृतश्लाख्योऽस्म्यहं देवशक्रादीनां दिवौकसाम् आत्मानमधिकं मन्ये त्रिदशेषात्पुरं दराद रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते उपविष्टे तु काकुस्थे अर्घ्यं दत्त्वा विभीषणः उवाच प्राञ्जलिर्भूत्वा सुग्रीवं भरतं तथा इहागदस्य रामस्य यद्दास्येन तदस्ति मे इयं चलं कारामेण रिपुं त्रैलोक्यकण्टकं हत्वादुपापकर्माणां दत्ता पूर्वं पुरी मम इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहम् सर्वमेदन्मया दत्तं सर्वमक्षयमस्तु ते ततः प्रकृतयः सर्वा लङ्गावासि जनश्च ये आजग्मूराकवं द्रष्टुं कौतूहलसमन्विताः उक्तो विभीषणस्तैस्तु रामं दर्शयन प्रभो विभीषणेन कथिता राघवाय महात्मने तेषामुपायनं सर्वं भरदो रामचोदितः जग्राह वानरेन्द्रश्च धनरत्नौकसञ्चयम् एवं तत्रत्यहं रामो ह्यवसद्राक्षसालये चतुर्देहनि सम्प्राप्ते रामे चापि सभास्थिते केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः विष्णुरेष महाभागश्चतुर्मूर्तिः सनातनः सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजनदे पित्रादे पूर्वमाख्यातं देवानां दिवि सङ्गमे कुले रघूणां वै विष्णुपुत्रो दशरथस्य तु भविष्यदि विनाशाय दशग्रीवस्य रक्षसः विभीषण उवाच एवं कुरुष्व वै मादर्गृहाणनवमं वरं पात्रं चन्दनसंयुक्तं दधिक्षौद्राक्षतैः सह दूर्वयार्कं सह कुरु राजपुत्रस्य दर्शनं सरमामघ्रद कृत्वा याश्चान्या देवकन्यकाः व्रजस्वराघवाभ्यास्यं तस्मादग्रे व्रजाम्यहं एवमुक्त्वा गदं रक्षो यत्र रामो व्यवस्थितः उत्सार्य दानवान् सर्वान् रामं द्रष्टुं समागतान् सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम् विभीषण उवाच विज्ञाप्यं शृणु मे देव वततश्च विशाम्पदे दशग्रीवं कुम्भकर्णं याच मां चाप्यजीजनत इयं सा देवमादानः पादौ ते द्रष्टुमिच्छति तस्यास्तु त्वं कृपां कृत्वा दर्शनं दातुमर्हसि राम उवाच अहं तस्याः समीपं तु मातृदर्शनकाङ्क्षया गमिष्ये राक्षसेन्द्रत्वं शीघ्रं याहि ममाग्रतः प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनाद मूर्ध्नि चाञ्चलिमाधाय प्रणाममकरोद्विभुः अभिवादयेहं भवदीं मादा भवसि धर्मदः महता तपसा चापि पुण्येन विविधेन च इमौ ते चरणौ देवि मानवो यदि पश्यति पूर्णस्यात्तदहं प्रीदो दृष्ट्वे मौ पुत्रवत्सले कौसल्या मे यथा मादा भवती च तथा मम केकसी चाब्रवीद्रामं चिरं जीव सुखी भव भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृक अवतीर्णो रघुकुले हितार्थेऽत्र दिवौकसाम् दशग्रीवविनाशाय भूतिं दातुं विभीषणे वालिनो निधनं चैव सेतुबन्धं च सागरे पुत्रो दशरथस्यैव सर्वं स च करिष्यति इदानीं त्वं मया ज्ञातस्मृत्वा तद्भर्तृभाषितं सीतालक्ष्मीर्भवान् विष्णुर्देवा वै वानरास्तथा गृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि शरमोवाच इहैव वत्सरं पूर्णमशोकवनिका स्थिता सेविता जानकी देव सुखं तिष्ठति ते प्रिया नित्यं स्मरामि वैपादौ सीतायास्तु परन्तप कदा द्रक्ष्यामि तां देवीं चिन्तयानात्वहर्निशम् किमर्थं देवदेवेन नानीदा जानकीत्विह एकाकी नैव शोभेधा योषिता च तया विना समीपे शोभदे सीता त्वं च तस्याः परन्तप एवं ब्रुवन्द्यां भरद केयमित्यब्रवीद्वचः ततश्चङ्गितविद्रामो भरतं प्राहसत्वरं विभीषणस्य भार्या वै शरमा नाम नामदः प्रिया सखी महाभागा सीताया सुदृढं मदा सर्वं कालकृतं पश्य न जाने किं करिष्यति गच्छत्वं सुभगे भर्तृगेहं पालय शोभने मां त्यक्त्वा हि गदा देवी भाग्यहीनं गतिर्यथा तया विरहितः सुभ्रुरदिं विन्देन कर्षिचिद शून्यायैव दिश सर्वाः पश्यामीह पुनर्भ्रमन् विसृज्यतां च शरमां सीतायास्तु प्रियां सखीं गतायामथ केकस्यां रामः प्राह विभीषणं दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराः आज्ञया राजराजस्य वर्तितव्यं त्वया नक लङ्कायां मानुषो यो वै समागच्छेत् कथञ्चन राक्षसैर्न च हन्तव्यो द्रष्टव्योऽसौ यथा त्वहम्। विभीषण उवाच आज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तु विभीषणे हि वदति वायू राममुवाचः। इहास्ति वैष्णवी मूर्तिपूर्वं बद्धो बलिर्यया तां नयस्व महाभाग कन्याकुब्जे प्रतिष्ठय। विदित्वा तदभिप्रायं वायुना समुदाहृतं विभीषणस्त्वलङ्कृत्य रत्नैः सर्वैश्च वामनम् आनीय चार्पयद्रामे वाक्यं चेदमुवाचः। यदा वै निर्जितशक्रो मेखनादेन राघव तदा वै वामनस्त्वेष आनीदो जलजेक्षण नयस्व तमिमं देवदेवदेवं प्रतिष्ठय। तदेदि राघव कृत्वा पुष्पकं च समारुहद धनं रत्नमसङ्ख्येयं वामनं च सुरोत्तमम्। गृह्य सुग्रीवभरदा वारूढौ वामनादनु व्रजन्ने वाम्बरे रामस्तिष्ठेत्याह विभीषणम्। राघवस्य वच श्रुत्वा भूयोऽप्याह स राघवं करिष्ये सर्वमेदद्धि यदा ज्ञप्तं विभो त्वया। सेदुनानेन राजेन्द्र पृथिव्यां सर्वमानवाः आगत्य प्रतिबाधेरन्नाज्ञाभङ्गो भवेत्तव। कोत्र मे नियमो देव किन्नु कार्यं मया विभो। श्रुत्वै तद्राघवो वाक्यं राक्षसोत्तमभाषितम्। कार्मुकं गृह्य हस्तेन रामसेतुं द्विधाच्छिनद त्रिर्विभज्य जवेगेन मध्ये वै दशयोजनम्। चित्वा दुयोजनं चैकमेकं खण्डत्रयं कृतं वेलावनं समासाद्य रामः पूजां रमापतेः। कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनम् अभिषिच्याध संगृह्य वामनं रघुनन्दनः। दक्षिणादुदधेश्चैव निर्जगामत्वरान्विदः अन्तरिक्षादभूद्वाणी मेघगम्भीरनिस्वना। रुद्र उवाच भो भो रामास्तु भद्रं ते स्थितोऽहमिह साम्प्रतं यावज्जगदिदं राम यावदेशाद्धरास्थिता तावदेव च देशेदुतीर्थं स्थास्यदि राघव। श्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम् राम उवाच नमस्ते देवदेवेश भक्तानामभयं कर गौरीकान्तनमस्तुभ्यं दक्षयज्ञविनाशन। नमो भवाय सर्वाय रुद्राय वरदाय च पशूनां पतये नित्यं चोग्राय च कपर्दिने। महादेवाय भीमाय त्र्यम्बकाय दिशाम्बदे ईशानाय भगघ्नाय नमोऽस्त्वन्धकखादिने। नीलग्रीवाय घोराय वेधसे वेधसास्तुत कुमारशत्रुनिघ्नाय कुमारजननाय च विलोकिताय धूम्राय शिवाय क्रधनाय च नमो नील शिखण्डाय शूलिने दैत्यनाशिने उग्राय चत्रिनेत्राय हिरण्यवसुरेतसे अनिन्द्यायाम्बिकाभर्त्रे सर्ववेदस्तुताय च अभिगम्याय काम्याय सद्यो जाताय वै नमः वृषध्वजाय मुण्डाय जडिने ब्रह्मचारिणे तप्यमानाय तप्याय ब्रह्मण्याय जयाय च विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च भक्तानुकम्पिने देव विश्वतेजो मनोगते पुलस्त्य उवाच एवं संस्तूयमानस्तु देवदेवो हरो नृप उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितं रुद्र उवाच भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतं भवान् नारायणो नूनं गूढो मानुषयोनिषु अवतीर्णो देवकार्यं कृतं तच्चानखत्वया इदानीं स्वं व्रजस्थानं कृतकार्योऽसि शत्रुहन् त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनन्दन आगत्य मानवराजन् पश्येयुरिह सागरे महापातकयुक्ता ये तेषां पापं विलीयते ब्रह्मवध्यादिपापानि यानि काष्ठानि कानिचिद् दर्शनादेव नश्यन्ति नात्र कार्या विचारणा गच्छत्वं वामनं स्थाप्य गङ्गातीरे रघूत्तम पृथिव्यां सर्वश कृत्वा भागानष्टौ परन्तप स्वेदद्वीपं स्वकं स्थानं व्रज देव नमोऽस्तु ते प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करं विमानं तु न यात्युर्ध्वं वेष्टितं तत्तु राघवः किमिदं वेष्टितं यानं निरालम्बेऽम्बरे स्थितं भवितव्यं कारणेन पश्येत्याह स्म वानरम् सुग्रीवो रामवचनादवधीर्य धरातले न च पश्यति ब्रह्माणं सुरसिद्धसमन्वितं ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितं दृष्ट्वा गत्या ब्रवीद्रामं सर्वलोकपितामहः सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः तं देवं पुष्पकं नैव लङ्घयेद्धि पितामहम् अवतीर्य ततो रामः पुष्पकाद्धेमभूषिताद् नत्वा विरिञ्चनं देवं गायत्र्या सह संस्थितम् अष्टाङ्गप्रणिपादेन पञ्चाङ्गालिङ्गिता वनिः तुष्टावप्रणदो भूत्वा देवदेवं विरिञ्चनम् राम उवाच नमामि लोककर्तारं प्रजापतिसुरार्चितं देवनाथं लोकनाथं प्रजानाथं जगत्पतिं नमस्ते देवदेवेश सुरासुरनमस्कृत भूतभव्यभवन्नाथ हरिपिङ्गललोचन बालस्त्वं वृद्धरूपी च मृगचर्मासनाम्बरः तारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः हिरण्यगर्भपद्मगर्भः वेदगर्भस्मृतिप्रदः महासिद्धो महापत्नी महादण्डी च मेखली कालश्च कालरूपी च नीलग्रीवो विदाम्बरः वेदकर्तार्भगो नित्यपशूनां पदिरव्ययः दर्भपाण्यर्हंसकेधुकर्ता हर्ता हरो हरिः जडीमुण्डी शिखी दण्डी लगुडी च महायशाः भूतेश्वरसुराध्यक्ष सर्वात्मा सर्वभावनः सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः कमण्डलुधरो देवसृक्सृवादिधरस्तथा हवनीयोऽर्चनीयश्च ओङ्कारो ज्येष्ठ सामगः मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः अमरो दर्शनीयश्च बालसूर्यनिभस्तथा दक्षिणे वामतश्चापि पत्नीभ्यामुपसेविदः भिक्षुश्च भिक्षुरूपश्च त्रिजडी लब्धनिश्चयः चित्तवृत्तिकरकामो मधुर्मधुकरस्तथा वानप्रस्थो वनगद आश्रमी पूजितस्तथा जगद्धाता जकर्ता जपुरुषशाश्वतो ध्रुवः धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः त्रिवेदो बहुरूपश्च सूर्यायुधसमप्रभः मोहको बन्धकश्चैव दानवानां विशेषदः देवदेवश्च पद्माङ्गस्त्रिनेत्रोऽब्ज जडस्तथा हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमः एवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदाम्बरः उवाच प्रणदं रामं करे गृह्य पितामहः विष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले कृतं तद्भवता सर्वं देवकार्यं महाविभो संस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व च विसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहम् आरूढपुष्पकं यानं सम्प्राप्तो मधुराम्बुरीं समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुखादिनं तुतोष राघवश्रीमान् भरतः स हरीश्वरः शत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्रा विवागतौ प्रणिपत्य ततो मूर्ध्ना पञ्चाङ्गालिङ्गिता वनिः उद्धाप्य चाङ्गमारोप्य रामो भ्रातरमं जसा भरतश्च ततः पश्चात् सुग्रीवस्तदनन्तरम् उपविष्टोऽधरामाय सोऽर्कमादाय सत्वरम् राज्यं निवेदयामास चाष्टाङ्कं राघवे तदा श्रुत्वा प्राप्तं तदो रामं सर्वो वै माधुरो जनः वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताः सम्भाष्य प्रकृति सर्वा नैगमान् ब्राह्मणैः सह दिनानि पञ्चोषित्वात्र रामो गन्तुं मनोदधे शत्रुघ्नश्च ततो रामे वाजिनोऽध गजांस्तथा कृताकृतं च कनकं तत्रोपायनमाहरद रामस्त्वाह ततः प्रेदः सर्वमेदन्मया तव दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माधुरे जने एवमुक्त्वा ततो रामः प्राप्तो मद्यं दिने रवौ महोदयं समासाद्य गङ्गातीरे स वामनं प्रतिष्ठाप्य द्विजानाः भाविनः पार्थिवांस्तथा मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः प्राप्ते काले पालनीयो न च लोप्य कथञ्चन प्रसारितकरेणैवं प्रार्थनैषा मया कृता नृभाकृते मयार्थित्वे यत्क्षेमं क्रियतामिह नित्यं दैनं दिनी पूजा कार्यात् सर्वैरदं धृतैः ग्रामान् दत्त्वा धनं तच्च लङ्काया आहृतं च यत् प्रशयित्वा च किष्किन्धां सुग्रीवं वानरेश्वरम् अयोध्यामागतो रामपुष्पकं तमधाब्रवीद नागन्तव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः कृतकृत्यस्तदो रामः कर्तव्यं नाप्यमन्यद पुलस्त्य उवाच ये वन्दे भीष्मरामस्य कथा योगेन पार्थिव उत्पत्तिर्वा मनस्योक्ता किं भूय श्रोतुमिच्छसि कथयामि तु तत्सर्वं यत्र कौतूहलं नृप सर्वं ते कीर्तयिष्यामि येनार्थी नृपनन्दन इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे वामनप्रतिष्ठा नामाष्टत्रिंशोऽध्यायः ॐ